सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति एकं सुभाषितं श्रूयतां. भगिनी सुभाषितं स्मारयतु. विद्यानामनरस्य रूपमधिकम् प्रच्छन्न गुप्तं धनम् विद्यायोगकरी यशसुखकरी विद्या गुरुणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्याराजसूनगतु धनम् विद्याविहीना पशुः. धन्यवादः भगिनी. सप्तमी विभक्तिः इति विषयः समाप्यमानः अस्ति. अद्य सः विषयः समाप्यते. सप्तमी विभक्तेः प्रसङ्गे वयं बहून् अभ्यासान् कृतवन्तः. तत्र एकं सूत्रमस्ति, सप्तम्यधिकरणे च इति एकं सूत्रमस्ति. अधिकरणार्थे सप्तमी विभक्तिः स्यात् इति तत्र विषयः. अपि च एकम् अन्यत् संज्ञासूत्रमस्ति, आधारोधिकरणम्. अष्टाध्यायीग्रन्थे प्रथमाध्याये संज्ञासूत्राणि सन्ति. आधारोधिकरणम् इति एकं संज्ञासूत्रमस्ति. इत्युक्ते आधारः एव अधिकरणं. तत्र अधिकरणम् इति एका संज्ञा अस्ति. एतावता सप्तमी विभक्तिः अधिकरणार्थे भवति. आधारसप्तमी इति वदामः. आधारः त्रिधा भवति. औपश्लेषिकः आधारः, वैषयिक आधारः, अभिव्यापकः आधारः. नाम्ना आधारः त्रिधा उच्यते. तत्र एतावत्पर्यन्तं वयं वैषयिक आधारः, विषयगत आधारः, मनसिगत आधारः तस्मिन् प्रसङ्गे पठन्तः स्मः. पूर्वस्मिन् वर्गे यदि भवन्तः गीतासोपानं पुस्तके नवषष्टितमं पुटं पश्यन्ति चेत् तत्र षष्ठः अभ्यासः अस्ति. गते सप्ताहे षष्ठम् अभ्यासं वयं समापितवन्तः. तत्र अभ्यासः कीदृशः अस्ति इत्युक्ते, स्वस्य वर्धनाय कुत्र आसक्तिः भवतु, कुत्र मास्तु इति तत्र अभ्यासः अस्ति. सत्सङ्गे आसक्तिः भवतु, लोभे आसक्तिः मास्तु, मोहे आसक्तिः मास्तु, अधर्मे आसक्तिः मास्तु इत्यादीनि वाक्यानि वयं दृष्टवन्तः. तस्मिन्नेव प्रसङ्गे एव मास्तु इत्यस्मिन् मा शब्दस्य प्रसङ्गे किञ्चित् ज्ञातव्यं. तस्मिन् प्रसङ्गे अहं करपत्रमपि प्रेषितवती. माङ् उपसर्गस्य प्रसङ्गे किञ्चित् अधुना वक्तुम् इच्छामि. किमर्थं चेत् पूर्वस्मिन् वर्गे गोमती भगिनी पृष्टवती अस्मिन् प्रसङ्गे, मा योगः अस्तु. अस्तु इति अस् धातोः लोट्लकाररूपमस्ति. माङ् अर्थः तु वारणं, निवारणं, निषेधः, प्रवृत्तिनिषेधः. सत्सङ्गे आसक्तिः भवतु, लोभे आसक्तिः मास्तु. मास्तु इति कथनेन तत्र प्रवृत्तिनिषेधः इति अर्थाः सन्ति. माङ् इति एकम् अव्ययपदम्. अत्र इदम् अव्ययपदं स्वरादिगणे अस्ति. स्वरादिगणः नाम्ना एकः गणः अस्ति. यदि संस्कृतव्याकरणं पश्यामश्चेत् गणपाठः नाम्ना बहवः गणाः सन्ति. गणेषु गणसदस्याः सन्ति. स्वरादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे कानिचन अव्ययपदानि सन्ति. तत्र परिचितानि पदानि कानिचन अव्ययपदानि सन्ति. तानि कानि इत्युक्ते, अन्तर्, प्रातर्, पुनर्, उच्चैस्, नीचैस्, शनैश्, ऋते, युगपत्, मनाक्, ईषत्, बहिस्, समया, निकषा, नै, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, मुहुस्, प्रायस् पुरा साकं सार्धं नमस् धिक् अध प्रशान् मा माङ्ग् एतानि पदानि परिचितानि पदानि अस्माकं कृते एतानि अव्ययपदानि तेषु अव्ययपदेषु मा अपि च माङ्ग् अव्ययपदद्वयमस्ति इत्युक्ते स्वरादिगणे अव्ययपदद्वयमस्ति इत्युक्ते अस्मिन् गणपाठे मा अस्ति अपि च माङ्ग् अपि अस्ति मा माङ्ग् अनयोः द्वयोः प्रयोगः सदा निषेधं दर्शयितुं भवति अत्र माङ्ग् इति कथनेन तत्र ण्यकारः अस्ति कवर्गीय अन्तिमव्यञ्जनमस्ति तस्य इत् संज्ञा भूत्वा तस्य लोपः भवति अन्ततो गत्वा तत्र मा एव दृश्यते माङ् इति भिन्न उपसर्गः मा इति अन्य उपसर्गः मा इति अन्यत् अव्ययपदमपि अस्ति तस्य प्रयोगः अपि निषेधार्थे एव भवति किन्तु अनयोः भेदः कः अनयोः पार्थक्यं किम् इति पश्यामश्चेत् केवलं मा इति अव्ययपदस्य प्रयोगः कुत्र भवति इति पश्यामश्चेत् मा अव्ययात् परं यस्य कस्यापि लकारस्य प्रयोगः भवति इत्युक्ते दशलकाराः सन्ति तेषु कस्यापि लकारस्य प्रयोगः केवलं मा सह भवति तदर्थमेव मास्तु मा गच्छ मा कुरु इत्यादीनि रूपाणि सन्ति किन्तु माङ्ग् तस्य प्रसङ्गे भिन्नसूत्राणि सन्ति तत्र माङ्ग् अव्ययस्य उपस्थितिः अथवा माङ्ग् अव्ययस्य प्रयोगः वाक्येषु यत्र अस्ति तत्र केवलं लुङ् लकारस्य प्रयोगः एव कर्तव्यः तत्र माङ्गि लुङ् इति एकं सूत्रमस्ति तेन सूत्रेण लुङ् लकारप्रयोगः एव भवति अन्येषां लकाराणां प्रयोगः न भवति माङ्ग् उपसर्गेण सह अपि च माङ्ग् इति अव्ययपदमस्ति माङ्ग् इति अव्ययपदेन सह स्मा इति अन्यत् अव्ययस्य प्रयोगः अपि भवति चेत् तदा एकम् अन्यत् सूत्रमस्ति न माङ्ग् योगे इति सूत्रेण तत्र अडागमः न भवति इति तत्र वदति लङ् लकारे अडागमः अथवा आडागमः भवति अडागमः इत्युक्ते लङ् लकारे धातोः पूर्वम् अकारः आयाति पठति अपठत् तथा अडागमः भवति किन्तु स्मा इति अव्ययपदं माङ्ग् इति उपसर्गेण सह प्रयुज्यते चेत् न माङ्ग् योगे न माङ्ग् योगे इति सूत्रेण तत्र अडागमः न भवति इति तत्र विषयः एतावता एतानि सूत्राणि अथवा एते नियमाः केवलं माङ्ग् उपसर्गस्य प्रयोगे एव द्रष्टुं शक्नुमः एतत् सर्वम् अवगन्तुम् अहं श्लोकद्वयं प्रेषितवती भगवद्गीतातः एकः श्लोकः रामायणस्य प्रसङ्गे अन्यः श्लोकः प्रेषितः गीताश्लोकः एवमस्ति क्लैब्यम् आस्मगमः पार्थ नैतत्वयुपपद्यते क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठपरन्तपा तत्र वाक्यं किमस्ति इत्युक्ते क्लैब्यं मास्मगमः पार्थ पार्थ क्लैब्यं मास्मगमः तत्र मास्मगमः इति वाक्यं परिशीलयामश्चेत् माङ् इति अव्ययपदमस्ति स्मा इति अन्यत् अव्ययपदमस्ति माङ् इति अव्ययपदेन सह स्मा इति अव्ययपदमपि योजयित्वा लिखितमस्ति इति कृत्वा तत्र अगमः इति क्रियापदे अडागमः न भवति इत्युक्ते अकारः न श्रूयते तदर्थमेव मास्मगमः इति तत्र रूपं सिद्ध्यति अडागमः न भवति अडागमस्य निषेधः भवति माङ् अव्ययेन सह अपि च स्मा अव्ययेन सह भवति चेत् अपि च रामायणस्य प्रसङ्गे निषादम् उद्दिश्य एकः श्लोकः अस्ति तं श्लोकम् अपि प्रेषितवती मा निषादप्रतिष्ठां त्वम् अगमः शाश्वती समाः यत् क्रौञ्च मिथुनादेकम् अवधीः काममोहितम् इति भवन्तः सर्वे श्रुतवन्तः एव अस्मिन् श्लोके अपि अगमः इति पदमस्ति, माङ् उपसर्गः अस्ति, अगमः इति तत्र लुङ्लकाररूपम् अस्ति. अपि च अस्मिन् श्लोके एकं नूतनं पदमस्ति, अवधीः. साधारणतया अवधीः इति पदं शृणुमः चेत् नामपदम् इति चिन्तयामः, किन्तु अवधीः इति तिङन्तपदं लुङ्लकाररूपं, हन् धातोः रूपं. हन् धातुतः हन्ति इति रूपं सिध्यति. हन् धातोः रूपमेव अवधीः लुङ्लकाररूपम् अस्ति. तत्र माङ् इत्यस्य प्रसङ्गे सूत्राणि अपि सन्ति, तावदेव अधुना तं विषयं त्यजेम, प्रकृतमनुसरामः. तदर्थं भवन्तः सर्वे सप्तमीविभक्तेः प्रसङ्गे एकसप्ततितमं पुटं पश्यन्तु. केवलम् अभ्यासद्वयं. प्रश्नः अस्ति तत्र, माङ् अपि मा पद पदे द्वे अस्ति अपि च भिन्न अस्ति, किन्तु माङ् यदि अव्ययपदम् अस्ति तदनन्तरं कथं ङकारलोपः भवति भगिनि? माङ् अव्ययात् ञकारस्य लोपः भूत्वा मा एव तिष्ठति. तत्र ञकारः इति संज्ञकवर्णः. अस्तु अस्तु, मा औपदेशिकरूपम् अस्ति, माङ् औपदेशिक अस्ति, अनुबन्धलोपानन्तरं मा भवति, तदनन्तरम् अव्ययपदं भवति इति न भगिनि? इत्युक्ते एतावत् अत्र पदद्वयमस्ति, मा इति एकम् अव्ययपदं, माङ् अपि अन्यत् अव्ययपदम् अस्ति. केवलं मा शब्दस्य प्रयोगे कस्यापि लकारस्य प्रयोगः भवितुमर्हति, किन्तु माङ् शब्दस्य योगे एव केचन नियमाः सन्ति. तत्र माङ्पूर्ण माङ् इति रूपं तिष्ठति एव न? यदा वयं प्रयोगं कुर्मः तत्र ञकारस्य संज्ञा भूत्वा एव, इत्युक्ते तस्य मूलस्थित्यां तस्य रूपं तु माङ् अस्ति, किन्तु अनुबन्धलोपे सति केवलं मा एव तत्र दृश्यते. अवगतं, धन्यवादः भगिनि. लता भगिनि वद. It is like saying double negative we don't use in English. Na upayojyanti. Like for example, no boy goes to school, we say. No boy not go to school, we don't say. Like that when ma comes, a will not be there. It gives double negative meaning, no? If we write ma and also agama, agachati chet, two negatives will make it positive, so that should not happen. Is that something related to this? Atra pasyetu mastu asti chet ma yoga astu astu ityasmin as dhatu hu asti tatra nakaratmaka ardha nasti kalu ekameva nakarah astu ityasmin as dhatu rupam asti tatra अस् इत्यस्मिन् सः अकारः नकारात्मक अर्थे न प्रयुक्तः. अवधीः एकं वाक्यम् उक्तवती किल भवती, अवधीः भूतकालार्थे लुङ्लकाररूपम् अस्ति. साधारणतया लुङ्लकाररूपम् एकं सूत्रम् अस्ति, लुङ् लङ् लृङ्षु अडुदात्तः अट् उदात्तः इत्युक्ते साधारणतया भूतकालार्थे त्रयः लकाराः सन्ति, तेषु अडागमः भवति. लङ्लकारः इत्युक्ते अनद्यतनभूतकालः, किन्तु लुङ्लकारः अत्र अवधीः इति पदं लुङ्लकाररूपम्. अवधीः धातुः वा? हन् धातुः. हन् धातुः. हन् धातुः इत्युक्ते अवधीः इति हन् धातोः हन् हन्ति घ्नन्ति इत्यादीनि पदानि सन्ति खलु, तत्र मा निषादप्रतिष्ठां त्वम् अगमः शाश्वती समाः यत् क्रौञ्च मिथुनादेकम् अवधिः काममोहितम्. कोऽपि वक्तुमिच्छति वा अत्र श्लोकस्य अर्थः? बिकास् यु किल्ड् वन् आफ् द बर्ड्स्, ऐ मीन् द टु बर्ड्स् वर् टुगेदर् हेप्पिलि स्पेण्डिङ्ग् टैम् टुगेदर्, सो यु किल्ड् वन् आफ् द बर्ड्स् मेकिङ्ग् द अदर् वेरि वेरि अन्हेप्पि, देर्फोर् may you never gain any kirti. Nishada iti sambodhana roopam asti. Tvam shashvatih samaha pratishtham ma agamaha iti. Ichukte nishada iti sambodhana roopam asti. शाश्वतरूपेण प्रतिष्ठां न प्राप्तुं शक्नोति भवान् न प्राप्नोतु इति श्लोकमस्ति वदतु कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुरुपु मा ते सङ्गोऽस्तु अकर्मणि तत्र तस्मिन् श्लोके मा इति केवलं मा एव इत्युक्ते माङ्ग् उपसर्गः तस्मिन् श्लोके नास्ति नास्ति मा फलेषु कदाचन मा फलहेतुर्भु मा ते सङ्गोऽस्तु अकर्मणि उत्तम फलहेतुः मा भूः वयम् अग्रे सरेम अत्र एकसप्ततितमं पुटं पश्यन्तु अभ्यासद्वयं समापयामः अधुना अत्र अरुणा भगिनी भवती पठतु किं एतां श्लोकम् उच्चैः पठत भगिनि न नवमः अभ्यासः अस्ति कः कस्मिन् निपुणः कुशलः वदतु कः कस्मिन् निपुणः कुशलः इति यत् उदाहरणं लिखत निपुणकुशलादीनां प्रयोगः कर्णः धनुर्विद्यायां निपुणः अत्र निपुणकुशलादीनां दत्तमस्ति रूपं किम् षष्टि बहुवचनं निपुणः कुशलः निपुणश्च कुशलश्च निपुणकुशलौ निपुणकुशलादीनां आदि निपुणकुशलादि इति प्रातिपदिकं सप्तमी बहुवचनं निपुणकुशलादीनां षष्टि बहुवचनं निपुणकुशलादीनां आदि एक्सेट्रा आदीनां षष्टिविभक्ति बहुवचनं दत्तमस्ति प्रथमाविभक्त्यां तस्य रूपं निपुणकुशलादयः इति भवति इत्युक्ते द्वन्द्वसमासः अस्ति समस्तपदमस्ति निपुणकुशलादि इति प्रातिपदिकमस्ति किन्तु निपुणकुशलादयः इति रूपं भवति कुशलशब्दस्य प्रसङ्गे गते सप्ताहे एव अहं किञ्चित् उक्तवती अत्र धनुर्विद्यायां धनुर्विद्या वदतु भगिनि अत्र कर्णः धनुर्विद्यायां निपुणः द्वितीय दुर्योधनः किं वक्तुमिच्छामि इत्युक्ते धनुर्विद्या इति एकं पदमस्ति आकारान्तस्त्रीलिङ्गपदमस्ति धनुर्वेदः इति धनुर्विद्या इत्युक्ते धनुर्वेदः धनुशब्दस्य रूपाणि वदतु धनुष् धनुः उकारान्त पुंलिङ्ग धनुःशब्दः सकारान्त धनुः धनुषी धनूंषि धनुषि धनुषि धनुः धनुषी धनूंषि इति रूपाणि भवन्ति अत्र धनुर्विद्या इति समस्तपदमस्ति तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् धनुषां विद्या अथवा धनुषः विद्या इत्यपि भवितुमर्हति धनुर्विद्या इत्युक्ते किम् इति पश्यामश्चेत् धनुरादीनां प्रयोगः उपसंहारविद्याभेदः इत्युक्ते धनुरादीनां प्रयोगः उपसंहारविद्याविशेषः निपुणस्य भावः वदतु महोदय अत्र धनुर्विद्या समस्तपदमस्ति किन्तु धनुविसर्गस्य ऋत्वं तिष्ठति वा धनुः साधारणतया समस्तपदं कुर्मः चेत् प्रातिपदिकमेव स्वीकर्तव्यम् तदा विसर्गः तत्र न दृश्यते यदा वयं सुप्रत्ययं योजयामः तदानीम् एव धनुः इति पदं सिद्ध्यति प्रातिपदिकमेव तत्र स्वीकर्तव्यं किन्तु अत्र धनुर् रेफस्य दर्शनम् अस्ति विद्यायां धनुस्सु सकारान्त सकारान्तपदम् उकारान्तपदं नास्ति धनुः धनुषी धनोंषि धनुः धनुषी धनोंषि तत्र नपुंसकलिङ्गं भवति धनुः इति उकारान्त स्वर अस्ति किल अविहाय इकार उकार एकार वट् एवर् प्लस् मृदुव्यञ्जना अस्ति चेत् रेफादेशः आगच्छति किल. किन्तु समस्तपदे तु अभियात् आप् सुपः इति कारणेन सुप् लोपो भवति. चिन्ता मास्तु महोदय, तस्मिन् प्रसङ्गे अग्रे चिन्तयामः. अत्र रेपः किमर्थम् आगतम्? सकारान्तपदमस्ति, धनुः धनुषि धनूंषि रूपाणि एव भवन्ति. अग्रे चिन्तयामः. अग्रिमं वाक्यं करोतु भगिनि. दुर्योधनः, द्वितीयवाक्यं भगिनि. दुर्योधनः द्यूतक्रीडायां निपुणः. द्यूतक्रीडा न भगिनि, दुर्योधनः. अत्र पश्यतु कानिचन पदानि दत्तानि. गदायुद्धानां वाक्यं पूरयतु. युद्धे दुर्योधनः एकवचनं निपुणः. नपुंसकलिङ्गं गदायुद्धे युद्धे निपुणः भगिनि. षष्टि एव प्रयोजनं करणीयं न? पश्यतु अत्र अभ्यासः कीदृशः. अत्र अभ्यास विद्यायाम् इति सप्तमी षष्टि बहुवचनं दत्तं. गतयुद्धानां तत्र चिन्तयतु भगिनि. अत्र उपरि सूचना का इत्युक्ते कः कस्मिन् निपुणः, कः कस्मिन् कुशलः इत्युक्ते अत्र सप्तमीविभक्तेः प्रयोगार्थे अयम् अभ्यासः अस्ति. अत्र स्तम्भद्वयम् अस्ति. द्वितीयस्तम्भे द्यूतक्रीडा वदतु. दुर्योधनः गदायुद्धेषु निपुणः. किमर्थं बहुवचनरूपम्? अत्र एकवचनं पर्याप्तं खलु? ओके. अत्र गदायुद्धं, दुर्योधनः गदायुद्धे निपुणः. गदायुद्धे निपुणः. ओके भगिनि, अत्र गदायुद्धं नपुंसकलिङ्गपदं वा? नपुंसकलिङ्गपदं. युद्धम् इति नपुंसकलिङ्गपदम् अस्ति. अत्र गदा, गदा इति आकारान्तस्त्रीलिङ्गपदमस्ति. अत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् गदया युद्धं. गदया इति वदामश्चेत् गदायाः युद्धम् अपि भवितुम् अर्हति. साधारणतया षष्टि तत्पुरुषसमासः सर्वत्र भवति, किन्तु तृतीय तत्पुरुषसमासः भवितुं तत्र विशिष्टसूत्राणि सन्ति. साधारणतया समस्तपदं निर्मातुं सूत्राणि सन्ति. इत्युक्ते सूत्रमस्ति चेदेव विग्रहवाक्यं वक्तव्यं भवति. इत्युक्ते तृतीय तत्पुरुषसमासप्रसङ्गे विशिष्टसूत्राणि सन्ति. तत्र सूत्रमस्ति चेदेव विग्रहवाक्यं वक्तुं शक्नुमः. एतावता गदायाः युद्धम् इति अपि भवितुम् अर्हति, किन्तु गदया इति भवितुम् अर्हति वा इति तत्र चिन्तनीयम् अस्ति. इत्युक्ते विग्रहवाक्यस्य समर्थनार्थं तत्र तादृशं विग्रहवाक्यं निर्मातुं सूत्रमस्ति वा इति द्रष्टव्यमस्ति. एतावता दुर्योधनः इत्युक्ते सः धृतराष्ट्रस्य ज्येष्ठपुत्रः. अग्रे करोतु. नलः पाककलायाः कलायां निपुणः. अश्वशिक्षा भगिनी. नलबीमपाकं, नलबीमपाकम्. अत्र पुनः वदतु वाक्यं. नलः पाकशालायां निपुणः. अत्र पाकशाला नास्ति, अत्र किमस्ति पदम्? पाककला, सम्यक्, पाककलायां निपुणः. पाकः इति पच् धातोः रूपं, पच् धातुतः पाकः इति रूपं, घञ् प्रत्ययान्तरूपम् अस्ति. पाककला इति समस्तपदमस्ति. पाकः एव कला इति अपि भवितुमर्हति तत्र विग्रहवाक्यं. पच् धातोः रूपमेव पाकः. नलः पाककलानिपुणः इति वाक्यमपि लेखितुं शक्नुमः. कथम् इत्युक्ते भवती किम् उक्तवती? नलः पाककलायां निपुणः इति उक्तवती. किन्तु समस्तपदं कृत्वा वक्तुमिच्छामश्चेत् नलः पाककलानिपुणः अथवा नलः पाककलाकुशलः इति भवितुमर्हति. पाककुशलः इति समस्तपदम् अस्ति. पाके कुशलः, पाककुशलः अथवा पाकनिपुणः. तत्र सप्तमी शौण्डैः इति एकं सूत्रमस्ति. तेन सूत्रेण सप्तमी तत्पुरुषसमासः भवति. पाककुशलः, पाकनिपुणः कः? नलः. नलः उत्तमो. नलः भीमः च पाककलानिपुणौ. भूमा भगिनी भवती करोतु अग्रिमवाक्यं. क्षमतां भगिनी, एकः प्रश्नः. निपुणकुशलादीनां निपुणकुशलादि इति समस्तपदमस्ति न भगिनि? समस्तपदमेव. प्रथमं निपुणश्च, निपुणः च, कुशलः च, निपुणकुशलौ, निपुणकुशलौ कथं द्वितीयसमासः कथं करणीयं भगिनि? तत्र आदि आदि अपि योजनीयम्. ओ त्रीणि द्वन्द्वसमासः. निपुणः, निपुणः, कुशलः आदि च, च निपुणकुशलादयः. प्रथमाविभक्त्यां निपुणकुशलादयः इति भवति. धन्यवादः. उत्तमं. भूमा भगिनी करोतु. विदुरः, विदुरः नीतिशास्त्रे निपुणः अथवा कुशलः. नीतिशास्त्रं नपुंसकलिङ्गं अकारान्त रामशब्दवत् नीतिशास्त्रे. उत्तमं. नीतिशास्त्रं, नीतिः इति पदं शोभा भगिनी वदतु. नीतिः कीदृशं पदं? नीतिः स्त्रीलिङ्ग पदम् अस्ति. मतिः इति शब्दवत् इति मन्ये तिन् प्रत्ययेन आगतः नित्य स्त्रीलिङ्गः इति भवति इति मन्ये भगिनि. उत्तमं, तदेव. इत्युक्ते तत्र नी धातुः अस्ति. नी धातोः लट्लकाररूपं किम्? नयति. उत्तमं, नयति. नी धातोः रूपमेव नयति, वयं सर्वे जानीमः. नी धातोः रूपमेव नीतिः, क्तिन् प्रत्ययान्तरूपं. तत्र नीतिः नाम किम् इति अहं दृष्टवती, तदर्थं वदामि. नीयन्ते उपायादयः संलभ्यन्ते अनया. नीयन्ते उपायादयः संलभ्यन्ते अनया इति. अपि च विदुरः, विदुरः इत्युक्ते ज्ञानवान् अथवा ज्ञाता, ज्ञानशीलः. तादृशं शीलं तस्मिन् अस्ति. विदुरः इत्युक्ते ज्ञानशीलः इति अर्थः. नीतिशास्त्रं, तत्र शास्त्रम् इति पदमस्ति. शास्त्रं तत्र स्ट्रन् इति एकः प्रत्ययः अस्ति. तत्र शास् धातुः अस्ति. शास् धातुः अदादिगणे अस्ति. अदादिगणे शास् धातोः रूपाणि शास्ति, शिष्टः, शासति इति रूपाणि भवन्ति. इत्युक्ते अनुशिष्टौ इत्यस्मिन् अर्थे शास् धातुः अदादिगणे अस्ति. किन्तु शास् धातोः रूपाणि अदादिगणे अस्ति इति कृत्वा मध्ये विकरणप्रत्ययः न दृश्यते. अपि च रूपेषु किञ्चित् वैशिष्ट्यम् अस्ति. अदादिगणीयधातुषु रूपेषु वैशिष्ट्यं वर्तते एव. तदर्थमेव शास्ति, शिष्टः, शासति इति रूपाणि भवन्ति. शास्त्रम् इति पदं शास् धातोः रूपमेव. एतावता विदुरः कः वदतु? विदुरः धृतराष्ट्रस्य सहोदरः. उत्तमम्. अपि च अत्र कौरवाणां मन्त्री. कौरवाणां मन्त्री. अग्रिमं वाक्यं. शकुनिः द्यूतक्रीडायां निपुणः. द्यूतक्रीडा इति दत्तमस्ति. द्यूतक्रीडायाः अन्यनाम अस्ति. भवती श्रुतवती वा द्यूतक्रीडायाः अन्यनाम? अक्षक्रीडा. अक्षक्रीडा इत्युक्ते द्यूतक्रीडा. शकुनिः द्यूतक्रीडायां निपुणः अथवा द्यूतक्रीडानिपुणः अथवा अक्षवित्, अक्षवित् इति वक्तुं शक्नुमः. साधारणतया यः शास्त्रं जानाति सः शास्त्रवित् इति वदामः. तदा एव शकुनिः अक्षविद्यां जानाति इति कृत्वा शकुनिः अक्षवित् अक्षवित् इति वक्तुं शक्नुमः. अपि च पूर्वमहम् उक्तवती, पुनः वदामि, शकुनिः इत्युक्ते अर्थः कः इति अहं दृष्टवती. शक्नोति आत्मानम् उन्नेतुम् इति शकुनिः इति दत्तमस्ति. कोऽपि वदतु अस्य अर्थः कः? लता भगिनी वदतु अधुना. आत्मानम् उन्नेतुम् उन्नेतुं शक्नोति इति शकुनिः. आत्मानम् आत्मजीवं जीवात्मम् उन्नेतुम् उन्नयति. उत् इस् अप्वर्ड्स्, नयतुं दट् इस् हैयर्. हि इस् एबल् टु आत्मानं शक्नोति. हि इस् एबल् टु टेक् हिम्सेल्फ् जीवात्मन् टुवर्ड्स् परमात्मन्. हि इस् एबल् टु, बट् हियर् शकुनि अन्वर्थनाम न. He causes the downfall of the whole Kauravas. Pagani, Shakuni is also a bird. The statement which you made, Atmanam unnetam shaknoti, tatra Atmanam swam iti shabdasya paryayaha. Ichukte atra Shakuni iti pakshinah nama api asti. Atta hai swam Atmanam उन्नेतुं शक्नोति, स्वम् उन्नेतुं शक्नोति इति. नाट् जीवात्मा परमात्मा. धन्यवादः महोदय. उन्नेतुम् इति पदमस्ति, तुमन्नन्तं पदमस्ति. उत् उपसर्गपूर्वकः नि धातुतः तुमन् प्रत्ययस्य योजनेन उन्नेतुम् उपरि नयनम्. संस्कृतभाषा कीदृशी सुन्दरी भाषा अस्ति. अत्र उन्नतिः इत्युक्ते उपरि नयति इति उन्नतिः. क्तिन् प्रत्ययान्तरूपम् अस्ति उन्नतिः. एतावता आत्मानम् उन्नेतुं शक्नोति इति शकुनिः. अग्रिमं वाक्यं करोतु. बृहन्नळा विना वादने कुशलः. कुशला, कुशलः. किमर्थं कुशला? बृहन्नळा स्त्रीलिङ्ग् किल बृहन्नळा. अस्तु, अर्जुनस्य नाम अस्ति बृहन्नला. तदर्थं बृहन्नला इति स्त्रीलिङ्गपदं भवति चेत् कुशला भवति इति भवत्याः चिन्तनं वा? तत् समये अर्जुनः पुरुषः नास्ति. इतोपि वदतु अस्मिन् प्रसङ्गे, इतोपि वदतु. तत्र अर्जुनः शापग्रस्तः अस्ति किल, तत्र नपुंसकः भवतु इति शापम् अस्ति इति मन्ये. अतः तेन उर्वशी शापं दत्तवती. तदेव शाप, किन्तु सः प्रार्थनां कृत्वा एतत् वरं प्राप्नोति. यत् यदा तेन आवश्यकम् अस्ति तदा एतत् शापं उपयोगं कर्तुं शक्नोति इति. अतः यथा अज्ञातवासे पाण्डवः अस्ति तदा सः बृहन्नला भूत्वा तत्र विराटराजे विराटराजस्य नगरे अस्ति, तत्र नृत्यं नाट्यं पाठितवान्. तदा सः सः नपुंसकः इति महिलायाः अन्तःपुरे अपि धैर्येण राजा नियोजयति. उत्तमम्. एतावता अत्र बृहन्नलायाः प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते, द्वादशवर्षवनवासानन्तरम् अज्ञातवाससमये विराटराजभवने विराटराजकन्यायाः कृते अथवा उत्तरायाः कृते नृत्यगीतादिशिक्षणार्थं स्त्रीक्लीबवेषेण बृहन्नला नाम्ना अर्जुनः नाट्यविद्याम् अपाठीत् इति वक्तुं शक्यते. तस्मिन् विषये एक प्रसिद्धभजनमपि अस्ति, उर्वशीशापम् उपकारम्. अर्जुनः एव बृहन्नला नाम्ना नाट्यविद्यां पाठितवान्. वीणावादनम् इति पदमस्ति अत्र. गीताञ्जलि भगिनी भवती वदतु, वीणावादनं वदतु, कीदृशं पदम्? वीणा तु वीणा पृथक् पदं, स्त्रीलिङ्गं पदमस्ति. वादनं तु नपुंसकलिङ्गं पदमस्ति. वीणावादनम् इत्युक्ते वीणायाः यः शब्दः अस्ति वीणावादनम् इति. इत्युक्ते वीणायाः वादनम्. वीणायाः अत्र वादनम् इति कीदृशं पदम्? नपुंसकलिङ्गं पदम्. उत्तमं, नपुंसकलिङ्गपदमेव. वद् धातोः रूपमेव. अत्र वद् धातोः रूपं साधारणलट्लकाररूपं वदति, किन्तु णिच् योजनेन वादयति, वादयति इति निजन्तरूपं सिद्ध्यति. तत्र णिच् प्रत्ययस्य योजनानन्तरं पुनः ल्युट् योजितमस्ति, ल्युडन्तपदं. वद् धातोः साधारण ल्युडन्तरूपं वदनं, किन्तु णिच् योजयित्वा ल्युट् प्रत्ययं योजयामश्चेत् वादनम् इति ल्युडन्तपदं सिद्ध्यति. भवन्तः सर्वे जानन्ति एव ल्युडन्तपदानि नपुंसकलिङ्गपदानि. अत्र भिन्नरीत्या वक्तुमिच्छामश्चेत् बृहन्नला वीणावादकः अथवा बृहन्नला वीणावादननिपुणः इति समस्तपदं कृत्वा वक्तुमिच्छामश्चेत् अत्र वादकः इति पदमस्ति. तत्र णुल् प्रत्ययान्तरूपमस्ति. अथवा इतोपि भिन्नरीत्या वक्तुमिच्छामश्चेत् वीणावादकः इति एकं पदमस्ति. अथवा बृहन्नला वैणिकः इति वक्तुं शक्यते वा इति चिन्तनीयं. वैणिकः इति कथनेन तत्र भिन्नः अर्थः अस्ति. तत्र वीणावादनं शिल्पम् अस्य सः वैणिकः इत्युक्ते बृहन्नला सर्वदा वीणावादनं करोति इति अर्थः तत्र नास्ति. इत्युक्ते यः सर्वदा वीणावादनं करोति, यस्य शीलं वीणावादनमस्ति, सः एव वैणिकः इति वक्तुं शक्नुमः. किन्तु अत्र बृहन्नला केवलं किञ्चित् कालपर्यन्तमेव वीणावादनं कृतवान् इति कृत्वा तत्र केवलं सः वीणावादकः इति एव वक्तुं शक्नुमः, न तु वैणिकः. वैणिकः इति भिन्नं पदमस्ति. तत्र वीणा इति शब्दात् एव निर्मितं पदं. वैणिक इति तद्धितप्रत्ययान्तपदम् अस्ति. तत्र ठक् इति एकः प्रत्ययः अस्ति. वैणिकः बृहन्नला वीणावादने निपुणः वा? वीणावादने निपुणः पुंलिङ्ग. बृहन्नला वीणां वादयति अथवा सः वीणावादकः. तत्र वादकः इति णुवुल् प्रत्ययान्तरूपम् अस्ति. उत्तमं. गीताञ्जलि भगिनी भवती करोतु अग्रिमं वाक्यं. नकुलः अश्वशिक्षायां निपुणः. अन्यथा नकुलः अश्वशिक्षानिपुणः. अश्वशिक्षा इति शिक्षा तु स्त्रीलिङ्गपदम्, अश्व पृथक् पदं तु पुंलिङ्गं पदम्. अत्र तु अश्वस्य शिक्षा इति न भगिनि? अश्वानाम्. अश्वानां शिक्षा, बहु बहु वचनरूपम्. अश्वानां शिक्षा. शिक्षा तु आकारान्तपदमस्ति चेत् शिक्षायाम्, अश्वशिक्षायां. नकुलः अश्वशिक्षकः. यथा पूर्वं शकुनिः इत्युक्ते पक्षिणः नाम अस्ति, तथा एव अत्रापि नकुलः इति एकः जन्तुविशेषः. जन्तुविशेषस्य नाम अपि नकुलः अस्ति. नकुलः इत्युक्ते मङ्गूस्, सर्पस्यशत्रु मङ्गूस्. तस्य नाम अपि नकुलः. तत्र मङ्गूस् इत्यस्मिन् अर्थे एकम् अन्यत् पदम् अहं दृष्टवती. सर्पः, सर्पः इत्युक्ते मङ्गूस् अथवा नकुलः इत्युक्ते मङ्गूस्. सर्पः इति पदं सर्पं हन्ति इति विग्रहवाक्यं वक्तव्यं भवति. इत्युक्ते उपपदसमासस्य प्रसङ्गे साधारणतया तिङन्तपदम् आयाति. इत्युक्ते समस्तपदेषु साधारणतया सुबन्तपदानि एव भवन्ति, किन्तु उपपदसमासस्य प्रसङ्गे किञ्चित् अपवादत्वेन तिङन्तपदमपि विग्रहवाक्ये दृश्यते. तत्र सर्पान् हन्ति इति सर्पः इति विग्रहवाक्यं भवति. तत्र सर्पः इत्युक्ते नकुलः, नकुलः इत्युक्ते मङ्गूस् इति अर्थः अपि अस्ति, अथवा नमुचिः इत्यादिषु पदेषु नञ्समासः प्रकृत्या भवति इति दत्तमस्ति. नकुलः, नक्षत्रं, नमुचिः इत्यादिषु पदेषु नञ्समासः एकेन विशिष्टसूत्रेण नञ्समासः स्वाभाविकतया इत्युक्ते प्रकृत्या भवति. अग्रे अन्य युगलम् अस्ति तत्र भगिनि, वदतु. अन्तिमपदं मयः इति शिल्पकलायां निपुणः किल, मयः स्वर्गलोकं सृष्टवान्. उत्तमं. मयः कस्मिन् निपुणः? शिल्पकलायामेव, तदेव भगिनि, शिल्पकलायां निपुणः. आवरणे किं लिखितमस्ति, पठतु एकवारम्. अहं पठामि वा भगिनि? भवती एव पठतु. अवधेयं, यदा जनेषु निपुणता, कुशलता, सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति इति. यथा वयम् अभ्यासेन अधुना एव कुर्मः, यदा निपुणता, कुशलता, सामर्थ्यम् इति अर्थे अस्ति चेत् सप्तमी विभक्ति एव योजनीयं तत्र. उत्तमम्. अत्र पश्यतु, जनेषु निपुणता, कुशलता, सामर्थ्यम् इत्यादिकं प्रकटयामः. तत्र निपुणता, कुशलता, वदतु कीदृशानि पदानि? निपुणता, कुशलता तु भावार्थकपदं पदानि सन्ति. निपुणता किम्? अत्र किं श्रोतुमिच्छामि इत्युक्ते, एतावता निपुणता, कुशलता इति पदद्वयं तद्धितप्रत्ययान्तपदद्वयम् इत्युक्ते प्रातिपदिकात् तल् प्रत्ययस्य योजनेन निपुणता, मधुरता, कुशलता इत्यादीनि पदानि सिद्ध्यन्ति इत्युक्ते तल् प्रत्ययान्तरूपम्. अस्मिन् एव अर्धे अन्यत् पदं योजयित्वा वक्तुमिच्छामश्चेत् नैपुण्यम् इति अपि वक्तुं शक्नुमः, अथवा निपुणत्वम् इति अपि साधु एव, कुशलत्वं, कौशलं, कुशलता इत्युक्ते एतावता त्रीणि पदानि समानार्थकानि. अत्र पुनः वदामि, निपुणता, नैपुण्यं, निपुणत्वं, त्रीणि पदानि समानार्थकानि. कुशलता, कुशलत्वं, कौशलम् एतानि त्रीणि पदानि समानार्थकानि. त्रीणि पदानि तद्धितप्रत्ययान्तपदानि. अपि च सामर्थ्यं, समर्थस्य भावः सामर्थ्यं, तत्र समर्थता इति पदमपि साधु एव तस्मिन्नेव अर्थे. श्यञ् इति एकः प्रत्ययः अस्ति, तेन निर्मितं पदं सामर्थ्यं, यथा सौन्दर्यम् इव अत्र सामर्थ्यम् इति पदं दत्तमस्ति. यस्मिन् निपुणता अस्ति, कौशलमस्ति, अथवा सामर्थ्यमस्ति, तस्य सप्तमी विभक्तिः भवति इति अत्र विषयः. गोमती भगिनी, अग्रे श्लोकः अस्ति, श्लोकं पठतु. अस्तु, एतं श्लोकम् उच्चैः पठत. कस्तूरितिलकं ललाडफलके वक्षस्थले कौस्तुभं नासाग्रे नवमौतिकं करतले वेणुं करे कङ्गणं सर्वाङ्गे हरिचन्दनं कलयन् कण्ठे मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः. केन रचितम् इदम्? तदहं न जानामि. कोऽपि वदतु. अहं दृष्टवती, अतः वदामि. गूगल् कृत्वा किं ज्ञातवती इत्युक्ते, कृष्णकर्णामृतम् इत्यस्मात् उद्धृतः श्लोकः बिल्वमङ्गलस्वामी नाम्ना एकः आसीत्, सः ज्ञानप्राप्ते सति ज्ञानप्राप्तेः अनन्तरं लीलाशुकः नाम्ना प्रख्यातः अभवत्। तेन रचितम् इदम् इति अहं दृष्टवती, कृष्णकर्णामृतम् इत्यस्मात् उद्धृतः श्लोकः इति अहम्। अन्ये किं चिन्तयन्ति? लीलाशुकः लीलाशुकः दिव्यमङ्गलमहोदयेन एव रचितं, लीलाशुकस्य कर्णामृतं, कृष्णकर्णामृतं। तस्य नाम आरम्भे तु बिल्वमङ्गलस्वामी, किन्तु सः ज्ञानप्राप्तेः अनन्तरं लीलाशुकः अभवत्। तेन कृष्णकर्णामृतं नाम्ना एकं स्तोत्रम् इति भाति लिखितं, तस्मात् उद्धृतः श्लोकः इति अत्र दत्तमस्ति। गोमती भगिनी, अत्र कानिचन वाक्यानि। I've been to his house. It's near Guruvayur temple. Oh. Oh. He was a contemporary to Narayana Patadripad, who wrote the Narayaniyam. Oh, astu. Ichukta Leelashukena Virachitam. Bhagini, atra kanichana vakyani nirmatu. Adho bhage ekam vakyam asti, vakyam patitva. Karotu. श्रीकृष्णः कस्मिन् अङ्गे किं धरति इति वदत। यथा श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति, श्रीकृष्णः वक्षस्थले कौस्तुभं धरति, श्रीकृष्णः नासाग्रे नवमौक्तिकं धरति, श्रीकृष्णः करतले वेणुं धरति, श्रीकृष्णः करे कङ्कणं धरति, श्रीकृष्णः सर्वाङ्गे कलयन् हरिचन्दनं धरति, श्रीकृष्णः कण्ठे मुक्तावलिं धरति, गोपालचूडामणि गोपस्त्रीविरजितः गोपस्त्रीपरिवेष्टितः विजयते। कलयन् इत्युक्ते लेपयति। प्रत्येकपदं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः। भगिन्या वाक्यानि उक्तानि, सप्तवाक्यानि लेखितुं शक्नुमः। ललाटफलके कस्तूरीतिलकं, वक्षस्थले कौस्तुभं, नासाग्रे नवमौक्तिकं, करतले वेणुं, करे कङ्कणं, सर्वाङ्गे हरिचन्दनं, कण्ठे मुक्तावलिम्। इत्युक्ते अत्र कर्मपदानि सन्ति, अपि च सप्तमीविभक्त्यन्तरूपाणि अपि सन्ति। ललाटफलके, वक्षस्थले, नासाग्रे, करतले, करे, सर्वाङ्गे, कण्ठे इत्यादीनि पदानि सप्तमीविभक्त्यन्तरूपाणि। कस्तूरीतिलकं, कौस्तुभं, नवमौक्तिकं, वेणुं, कङ्कणं, हरिचन्दनं, मुक्तावलिम् इत्यादीनि पदानि कर्मपदानि सन्ति। अत्र कलयन् इति शत्रन्तरूपमस्ति, कलयति इति तत्र लट्लकाररूपमस्ति, चुरादिगणे अस्ति, तत्र भुवादिगणे अपि अस्ति धातुः, तस्य रूपं कलते अस्ति, किन्तु चुरादिगणीयधातोः रूपमेव अत्र कलयति क्रियापदस्य शत्रन्तरूपं। पुंलिङ्गे शत्रप्रत्ययान्तरूपम् अस्ति, कलयन् प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गे अस्ति। प्रत्येकं पदं स्वीकृत्य वयं परिशीलयामश्चेत् प्रथमतया कस्तूरीतिलकम् इति पदमस्ति। कस्तूरी कोऽपि वदति वा तस्मिन् प्रसङ्गे? कस्तूरी मृगस्य चर्म, तदेव। इत्युक्ते कस्तूरी इति पदस्य अर्थः कः इति अहं दृष्टवती। कसति गन्धः, कसति गन्धः अस्याः दूरतः, इत्युक्ते दूरतः अस्याः गन्धः कसति। कस्तूरी इति ईकारान्तस्त्रीलिङ्गपदमस्ति इति कृत्वा दूरतः अस्याः गन्धः कसति। तत्र कसति इति क्रियापदं कस्मिन् गणे अस्ति इति अहं दृष्टवती, भुवादिगणे अस्ति। भुवादिगणे कस् धातोः रूपं कसति, किन्तु वयम् इदं पदं नूतनं पदम् अथवा परिचितं पदम् इति परिशीलयामश्चेत् विकसति, विकसितुं, विकस्य इत्यादीनि पदानि वयं जानीमः एव। पुष्पं विकसति इति केवलं विकसति इत्यस्मिन् वि उपसर्गः अस्ति, तावानेव भेदः अस्ति। कस्तूरी इति गन्धद्रव्यविशेषः इत्युक्ते गन्धद्रव्यभेदः इति वक्तुं शक्नुमः, अथवा यथा भगिन्या उक्तं मृगमदः, कस्तूरी इत्युक्ते मृगमदः अथवा मृगनाभिजातः इत्यादीनि पर्यायवाचनः शब्दाः सन्ति. मृगनाभिजातः, मृगमदः इत्यादीनि समानार्थकपदानि सन्ति. कस्तूरी तिलकं, तिलकम् इति नपुंसकलिङ्गपदमस्ति. ललाटफलके इति द्वितीयं पदमस्ति. ललाटफलकम् इति प्रथमाविभक्त्यन्तं रूपम्, अत्र सप्तम्यन्तं दत्तमस्ति. ललाटमेव नपुंसकलिङ्गपदं, किन्तु पुंलिङ्गपदमपि अस्ति इति भाति. ललाटाक्षः, ललाटाक्षः इत्युक्ते शिवः. ललाटरेखा इति पदमपि वयं जानीमः एव. ललाटम् इत्युक्ते एतावता फालभागः, तत्र फालः इति एकं पदमस्ति, भालः इति अपि अन्यत् पदमस्ति. शिवस्य नामानि ज्ञातुमिच्छामश्चेत् ललाटनेत्रः, फालनेत्रः, भालनेत्रः, फाललोचनः, भालचन्द्रः इत्यादीनि पदानि सन्ति. ललाटम् इत्युक्ते फालः, भालः इत्यादीनि पदानि सन्ति. तृतीयं पदमस्ति वक्षस्थलम्. अत्र वक्षस्थलम् इत्यस्मिन् पदे त्रीणि रूपाणि सिद्ध्यन्ति इति मया उक्तं पूर्वस्मिन् वर्गे. तेषां प्रसङ्गे अधुना शोभाभगिनी किञ्चित् प्रतिपादयतु, त्रीणि रूपाणि कथं साधितानि विसर्गसन्धेः प्रसङ्गे. आं भगिनि, तत्र वक्षस्थलं, वक्षः योगः स्थलं, तत्र विसर्गसन्धिः भवति. तत्र त्रीणि रूपाणि, त्रीणि सूत्राणां, त्रीणि सूत्रे त्रयाणाम् आधारेण धन्यवादः, त्रयाणां सूत्राणां प्रयोगेण, अस्तु प्रयोगेण भवति. तत्र सूत्र वैकल्पिक, वैकल्पिकः स्तः. प्रथमतया तु तत्र विसर्जनीयस्य सः इति सूत्रं कार्यं करोति. वक्षः योगः स्थलं, तत्र वक्षः इत्यस्य विसर्गस्य विसर्जनीयस्य सः इत्यनेन सकारादेशः. अनन्तरं तत्र खर् अवसाने एव, क्षमतां, विसर्जनीयस्य सः इत्यनेन सकारादेशः. अनन्तरं ससजुषो रुः इत्यनेन वाशरी, भगिनी वाशरी, एकनिमिषं भगिनी, तत्र वाशरी अपि अस्ति किन्तु वैकल्पिकः अस्ति इति कृत्वा अथ अनन्तरं वदामि इति चिन्तितवती. तत्र अस्तु, किमर्थं न जानामि, चिन्ता मास्तु भगिनि. एकवारं प्रतिपादयतु, क्षम्यतां भगिनि, मम अभ्यासः भवति. वदतु, भवती वक्तुमिच्छति वा, वदतु. सूत्राणि, त्रीणि सूत्राणि प्रथम तु यथा भगिनी उक्तवती एव, विसर्जनीयस्य सः इत्यनेन विसर्गस्थाने सकारादेशः भवति, अपि च वाशरी इत्यनेन विसर्गस्थाने विसर्ग एव तिष्ठति, इत्युक्ते वक्ष, वक्षस्थलम् इति, वक्षस्थलं मध्ये तु विसर्ग तिष्ठति एव. अन्यरूपमस्ति एकं वार्तिकेन, खर् परेशरि वा विसर्गलोपो वक्तव्यः इति एकं वार्तिकम् अस्ति, तेन विसर्गलोपजात इत्युक्ते वक्षस्थलं, केवल एक सकार अस्ति स्थलम् इति, आहत्य रूप त्रयं सन्ति, विसर्जनीयस्य सह वक्षस्थलं, सकार द्विवारम् आयाति, वक्षस्थलं सकार एकवारम् आयाति, तदनन्तरं वाशरी इत्यनेन वक्षस्थलं विसर्ग तिष्ठति एव. उत्तमं, सकारद्वयं लिखित्वा एकं रूपं, विसर्गसहितं रूपम् एकं रूपं, विसर्गरहितं रूपम् अन्यत् रूपं. वक्षस्थलं, वक्षः स्थलं, वक्षस्थलं, त्रीणि रूपाणि सिद्ध्यन्ति. अधुना सूर्यकुमारी भगिनी भवती अपि प्रतिपादयतु अत्र त्रीणि कार्याणि कानि. प्रथमकार्यं विसर्जनीयः सः स्थाने सकारादेशः भवति. द्वितीयसूत्रं वासरी इत्यनेन विसर्गः विसर्जनीयस्य विसर्गः विसर्गस्य विसर्गः आदेशः भवति. तृतीय तृतीयसूत्रे वार्तिकेन खरिपरे सरि सूत्रे विसर्गलोपः भवति चेत् वक्षस्थलम्. खर्परे शरी वा विसर्गलोपः वक्तव्यः इति एकं वार्तिकमस्ति. तेन वार्तिकेन विसर्गलोपः विसर्गलोपः भूत्वा वक्षस्थलम् इति रूपं भवति. वाशरीसूत्रेण सूत्रमेव वा शरी इति लिखितम् अस्ति. शरी इत्युक्ते सप्तम्यन्तं रूपं, शर् इति एकः प्रत्याहारः, वा इति कथनेन विकल्पेन इत्युक्ते विकल्पेन विसर्गः तत्र तिष्ठति. एकस्मिन् पक्षे विसर्गः तिष्ठति, अन्यस्मिन् पक्षे विसर्गस्य स्थाने सकारादेशः भवति. किन्तु विसर्गलोपः तु वार्तिकेन एव भवति. अधुना वेदा भगिनी भवती अपि प्रतिपादयतु. सम्यक्, वदतु महोदय. पुस्तकं किं? फर्स्ट टाइम आई एम इन द क्लास. अत्र वक्षस्थलम् इति एकं पदम् अस्ति अस्माकं श्लोके. वक्षस्थलम् इति पदस्य प्रसङ्गे विसर्गसन्धिकार्याणि भवन्ति. अस्माकं वर्गे बहवः सदस्याः व्याकरणवर्गं गच्छन्ति. ते सर्वे जानन्ति इत्युक्ते वक्षस्थलम् इति पदं कथं निर्मितम् इति अत्र बहवः जानन्ति इति कृत्वा किञ्चित् प्रतिपादयन्तु इति अहं पृष्टवती. अत्र वक्षस्थलम् इति पदस्य प्रसङ्गे वदन्तः सन्ति. अवगतवान्. किन्तु गीता सोपानं पुस्तकं वी आर् नाट् रेफरिङ्ग् टु नो रैट् नौ इन् द काण्टेक्स्ट् आफ् अनदर् ग्रामर् क्लास्. वक्षस्थले कौस्तुभम् इति लिखितमस्ति श्लोके. आम् खलु, वक्षस्थलम् इति पदं कथं साधितं, तत्र रूपाणि कानि, अत्र विसर्गसहितं रूपं दत्तमस्ति श्लोके पुस्तके. किन्तु त्रीणि रूपाणि भवितुं शक्नुवन्ति इत्युक्ते तत्र त्रीणि रूपाणि कथं साधितानि इति अत्र वदन्तः सन्ति. वेदा भगिनी वदतु. विसर्जनीयस्य सह इत्यनेन विसर्गस्य स्थाने सकार आदेशः भवति. तत् एकरूपम् अस्ति वक्षस्थलम्, एकरूपम्. अन्यत् रूपम् अस्ति वाशरी इत्युक्ते शरीपरे अस्ति चेत्, विसर्गस्य शरीपरे अस्ति चेत् विकल्पेन रूपम् आयाति. एकं रूपम् अस्ति वक्षस्थलं, द्वितीयरूपम् अस्ति विसर्ग एव तिष्ठति वक्षः स्थलं, तृतीय नियमम् अस्ति खर्परे शरी विसर्गस्य लोपः इति एकं वाक्य वार्तिकमस्ति वाच्य. तत् कारणेन सकार परे थकार अस्ति, खर्वर् नास्ति, तत् कारणेन विसर्ग एव विसर्गस्य लोपः भवति. रूपम् अस्ति वक्षस्थले, तत्र विसर्ग न आयाति, सकार अपि अतिपि न आयाति, वक्षस्थले इति रूपम् अस्ति वक्षस्थलम्. वक्षस्थलम् अत्र वक्षस्थलम् इति नपुंसकलिङ्गपदमस्ति. एतावता त्रीणि रूपाणि सन्ति. अपि च वाशरीसूत्रस्य प्रसङ्गे अहम् एकम् अन्यत् पदं दृष्टवती, तदर्थं वदामि. भवन्तः सर्वे सकारान्तपदं नपुंसकलिङ्गपदं मनस् शब्दं जानन्ति एव भवन्तः. तत्र मनः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति, किन्तु प्रातिपदिकं मनस् मनस् इति प्रातिपदिकस्य प्रथमाविभक्ति एकवचनरूपं मनः. किन्तु सप्तमी विभक्ति बहुवचनरूपं पश्यन्ति चेत् तत्र रूपद्वयं सिद्ध्यति. मनस्सु मनस्सु इति सकारद्वयं लिखित्वा तत्र एकं रूपं सिद्ध्यति. अन्यत् रूपमपि वाशरिसूत्रेण तत्र द्वितीयं रूपमपि सिद्ध्यति. मनः सु तत्र विसर्गसहितं रूपम् एकं रूपं विकल्पेन सिद्ध्यति. किमर्थं चेत् तत्र मनः योगः सु इति कथनेन तत्र सकारः शर्वर्णः शर् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा मनस्सु इति एकं रूपं, मनः सु अन्यत् रूपं. तादृशम् उदाहरणमपि अहं दृष्टवती. वक्षस्थले कौस्तुभं, तत्र कौस्तुभम् इति पदं कोऽपि वदति वा? कौस्तुभम् इति कीदृशं पदं? सुनील् महोदय भवान् वदतु, भवान् श्रुतवान् वा कौस्तुभशब्दस्य प्रसङ्गे? आम्, भगवत् श्रीकृष्णस्य प्रसङ्गे अहं श्रुतवान्. उत्तमं, तदेव. इत्युक्ते तत्र विष्णोः अन्यनाम अस्ति, विष्णोः अन्यनाम कौस्तुभवक्षाः. तत्र रूपं कथं भवति? विष्णोः अन्यनाम कौस्तुभवक्षाः. किमर्थं चेत् तत्र वक्षस् इति सकारान्तपदं, प्रथमाविभक्ति एकवचनरूपं कौस्तुभवक्षाः, कौस्तुभवक्षसौ, कौस्तुभवक्षसः इति सकारान्तपदानि भवन्ति. तस्य पदस्य रूपाणि अपि ज्ञातव्यानि. विष्णुः कौस्तुभवक्षाः, तस्य रूपाणि वदामि. कौस्तुभवक्षाः, कौस्तुभवक्षसौ, कौस्तुभवक्षसः इति प्रथमाविभक्तौ. द्वितीयाविभक्तौ कौस्तुभवक्षसं, कौस्तुभवक्षसौ, कौस्तुभवक्षसः, तथा रूपाणि भवन्ति. यथा वेधाः वेधसौ, वेधसः, अत्रापि तथा एव रूपाणि भवन्ति. किन्तु कौस्तुभवक्षाः इति पदं समस्तपदमस्ति. तस्य प्रातिपदिकं कौस्तुभवक्षस्. वक्षस् इति सकारान्तशब्दः. ऊरः इत्यस्मिन् अर्थे भवति. ऊरः इति अपि सकारान्तपदमेव. इत्युक्ते यस्य वक्षसि, वक्षसि इति सप्तमी विभक्ति एकवचनरूपं. यस्य वक्षसि, उरस्थले कौस्तुभः अस्ति, सः कौस्तुभवक्षाः इति. इत्युक्ते एतावता कौस्तुभवक्षाः इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. साधारणतया बहुव्रीहिसमासे विग्रहवाक्यं कथं वदामः? अन्ते यस्य सः इति विग्रहवाक्ये तादृशं रूपं दृश्येते. कौस्तुभम् इति पदं कथं निर्मितं? तत्र कुस्तुभशब्दात् कौस्तुभ इति पदम् आगतं. कुस्तुभः इत्युक्ते समुद्रः. समुद्रात् आगतम् इत्युक्ते समुद्रात् उत्पन्नम्. तत्र कुस्तुभशब्दस्य अर्थः तु समुद्रः. तद्धितप्रत्ययान्तपदम् इत्युक्ते तद्धितप्रत्ययान्तपदेषु आदिवृद्धिः भवति. उकारस्य वृद्धिसंज्ञकवर्णः औकारः. कुस्तुभशब्दात् कौस्तुभ इति पदं सिद्ध्यति. कौस्तुभवक्षाः इति विष्णोः अन्यनाम अस्ति. कौस्तुभधामा इति पदमपि अस्ति. कौस्तुभधामा इत्युक्ते अपि विष्णुः. तत्र धामन् इति नकारान्तपदमस्ति, किन्तु प्रथमाविभक्ति एकवचनरूपं धामा. प्रातिपदिकं धामन्. वक्षस्थले कौस्तुभं, नासाग्रे नवमौक्तिकं. तत्र नासाग्रे इति सप्तमी विभक्त्यन्तं रूपम् अस्ति. नासा इति एकं पदमस्ति, नासिका इति अन्यत् पदमस्ति. तत्र नासिकाशब्दस्य रूपाणि कथं भवन्ति इति एकवारं परिशीलयामश्चेत् तत्रापि वैशिष्ट्यमस्ति. नासिकाशब्दस्य रूपाणि प्रथमाविभक्त्यां द्वितीयाविभक्त्यां रूपाणि नासिका, नासिके, नासिकाः, नासिकां, नासिके, नासिकाः, लताशब्दवत् रूपाणि भवन्ति. किन्तु तृतीयाविभक्तितः आरभ्य सप्तमीविभक्ति बहुवचनपर्यन्तं प्रत्येकस्यां विभक्त्यां रूपद्वयं सिद्ध्यति. कथम् इत्युक्ते नासिकया इति तृतीयाविभक्ति एकवचनं. तस्मिन् स्थले अन्यत् रूपमपि भवति. नसा, नसा, नासिकया. चतुर्थीविभक्त्यामपि नसे, नासिकायै. पञ्चमीविभक्त्यां नसः नासिकायाः, षष्टिविभक्त्यां नसः नासिकायाः, सप्तमीविभक्त्यां नसि नासिकायाम् इति रूपाणि भवन्ति. इत्युक्ते मम आशयः अत्र एवमस्ति यत् अत्र तृतीयाविभक्तितः आरभ्य सप्तमीविभक्ति बहुवचनपर्यन्तं रूपद्वयं सिद्ध्यति नासिकाशब्दस्य प्रसङ्गे. नसा नसे नसः नसः नसि इत्यादीनि रूपाणि भवन्ति. नासिकायाः मलं, नासिकायाः मलं, तस्य नाम किं संस्कृतभाषायां? नसि नास्यं वा? नासिकायाः मलं सिङ्घाणं, तस्य नाम सिङ्घाणम् इत्युक्ते नासिकायाः मलस्य नाम सिङ्घाणम् इति नूतनं पदम् अस्माकं कृते. सिङ्घाणम् आरम्भे तालव्यशकारः अस्ति. सिङ्घाणं, सिङ्घाणम् इत्युक्ते नासिकायाः मलं. तत्र नासिका इत्युक्ते घ्राणेन्द्रियं, नासाग्रे नवमौक्तिकं, तत्र मौक्तिकम् इति पदमस्ति. मौक्तिकम् इत्युक्ते किं वदतु सूर्यकुमारी भगिनी, वदतु. मुक्तसमुद्रे यदा वृष्टिः भवति, वृष्ट्याः एक बिन्दु कप्पेचित् भवति, शेल् इन्सैड् द शेल् अनेक दिनानि भवति चेत् सः मुक्ता भवति. वेरि प्रेशस्, वेरि मूल्य मूल्यकरः. मुक्तापदस्य तद्धितरूपं मौक्तिक. उत्तमं. मुक्तशब्दात् एव मौक्तिक इति पदं सिद्ध्यति. तत्र तद्धितप्रत्ययान्तपदमेव, अपि च ठक् इति एकः प्रत्ययः अस्ति. एतावता मौक्तिकं, मौक्तिकम् इत्युक्ते पर्ल्, पर्ल् इति अर्थः अस्ति. मौक्तिकमाला इत्युक्ते पर्ल् नेक्लेस्. अपि च अत्र नवमौक्तिकम् इति समस्तपदमस्ति. नवं मौक्तिकम् इति वक्तव्यं भवति. इत्युक्ते विशेषणपूर्वपदकर्मधारे समासः भवति. नवं च तत् मौक्तिकं च इति भवति. करतले वेणुं, करतलम् इत्युक्ते करयोः तलम् इति भवति. वेणुः इति ऊकारान्तशब्दः. करतले वेणुं, करे कङ्कणं, सर्वाङ्गे हरिचन्दनञ्च. अत्र हरिचन्दनम् इति पदमस्ति. कोऽपि वदतु हरिचन्दनम् इत्युक्ते? बहूनि अर्थानि सन्ति. बहवः अर्थाः सन्ति वा? बहवः अर्थानि सन्ति. चन्द्र प्रकाशः, वृक्षः. हरिचन्दनम् इत्युक्ते श्वेतचन्दनं, श्वेतचन्दनम् एव हरिचन्दनम्. अत्र हरिचन्दनम् इति समस्तपदस्य विग्रहवाक्यं वक्तुमिच्छामश्चेत् हरेः प्रियं चन्दनम् इति वक्तव्यं भवति. हरेः प्रियं चन्दनं, तत्र प्रियम् इति पदं समस्तपदे नास्ति. इत्युक्ते नूतनतया आगतः विग्रहवाक्ये. तदर्थमेव तत्र मध्यमपदलोपि कर्मधारय समासः भवितुमर्हति. हरेः प्रियं चन्दनं, तत्र प्रियम् इति मध्ये नूतनं पदम् आयाति इति कृत्वा तत्र मध्यमपदलोपी कर्मधारे समासः भवति. सर्वाङ्गे हरिचन्दनम्, अपि च कलयन्, कलयन् इति शत्रन्तरूपम् अस्ति. एतावत्पर्यन्तं कृष्णस्य प्रसङ्गे उक्तमस्ति. कृष्णस्य विशेषणं भवति कलयन्. साधारणतया शत्रन्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति. अपि च शत्रन्तरूपं सर्वदा कर्मपदं स्वीकर्तुं शक्नोति इति कृत्वा अस्मिन् श्लोके बहूनि कर्मपदानि सन्ति. शत्रन्तपदमपि कर्मपदं स्वीकरोति. नपुंसकलिङ्गपदमस्ति चेत् यथा कङ्कणम् अथवा चन्दनम् इत्यादीनि पदानि नपुंसकलिङ्गपदानि, परन्तु तेषां द्वितीयाविभक्तिरूपम् अत्र दत्तमस्ति अस्मिन् श्लोके. अस्मिन् श्लोके च इति पदमस्ति. च इति तस्मिन् प्रसङ्गे कोऽपि वदतु. सुजाता भगिनी, भवती यद् जानाति तद् वदतु. च इत्युक्ते च अस्ति न? चादिगणे अस्ति, अद्रव्यमस्ति, अव्ययमस्ति. उत्तमम्. च इति अव्ययपदमस्ति. च इति वर्णस्य उच्चारणस्थानं किम्? दन्त्य. कोऽपि वदतु. तदेव श्रोतुमिच्छामि. चकारः तालव्यवर्णः. तत्र अकुः विसर्जनीयानां कण्ठः. अकुः विसर्जनीयानां कण्ठः. इचुः यशानां तालु. इचुः यशानां तालु. एतावत् चकारः तालव्यवर्णः इत्युक्ते तस्य निष्पत्तिस्थानं तालु अस्ति. तालु उकारान्तपदमस्ति. उत्तमम्. किञ्चित् एव अस्ति. सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं. मुक्तावलिः, आवलिः इति पदं वयं जानीमः एव. तत्र ह्रस्व ईकारान्तपदम् आवलिः अस्ति, दीर्घ ईकारान्तपदम् आवली इति. नदीशब्दवत् अन्यत् रूपमपि अस्ति. मुक्तानाम् आवलिः, मुक्तावलिः. मुक्तावलिः इत्युक्ते मौक्तिकहारः. अत्र श्लोके कलयन् कलयन् पदेन अर्थः किं भवति भगिनि? अत्र कलयति तु भवती उक्तवती एव, कल् कल् धातुतः आयाति चुरादिगणे. कल धातुतः इत्युक्ते तु कौण्ट् इत्युक्ते. अत्र अर्थः किं भगिनि श्लोके? कलयन् ध्यानं. ध्यानं नास्ति, लेपनं कृत्वा, चन्दनं लेपनं कृत्वा. वित् आल् दीस् इत्यस्मिन् अर्थे कलयति तु अर्थः तु गणना इत्युक्ते गणनां करोति इत्यस्मिन् अर्थे. साधारणतया वयं ल्युडन्तपदानि शृणुमः. सङ्कलनं, व्यवकलनं. सङ्कलनम् इत्युक्ते एडिशन्. व्यवकलनम् इत्युक्ते सब्ट्राक्षन्. ल्युडन्तपदद्वयम् इत्युक्ते तत्र सम् उपसर्गपूर्वकः कल् धातुतः ल्युट् योजनेन सङ्कलनं. वियोगः अवयोगः कल् धातुतः ल्युडन्तरूपं व्यवकलनम् इत्युक्ते एडिशन् सब्ट्राक्षन् इति अर्थः अस्ति. किन्तु अत्र उत्तमं भगिनि. धारयन् भवितुमर्हति. कलयन् कण्ठे. अत्र कण्ठः इति पुंलिङ्गशब्दः अस्ति. अत्र कण्ठे इत्यस्मिन् पदे अपि किं द्रष्टुं शक्नुमः? परसवर्णादेशः भवति. गोपस्त्रीपरिवेष्टितो. अत्र गोपस्त्रीपरिवेष्टितः इति पदमस्ति. इत्युक्ते अत्र विसर्गसन्धिः अभवत्. कः गोपस्त्रीपरिवेष्टितः? गोपालचूडामणिः गोपस्त्रीपरिवेष्टितः. गोपा इति पदं पश्यामश्चेत् गोपा इति आकारान्तस्त्रीलिङ्गपदमस्ति. तस्य रूपं कथं भवति इत्युक्ते गां पाति अथवा गाः पाति. एकवचने वक्तुमिच्छामश्चेत् गां पाति. बहुवचने गाः पाति. गाः पाति इति गोपा. तत्र पाति इत्यस्मिन् पा धातुः अदादिगणीयधातुः. पा धातुः रक्षणार्थे भवति. तत्र गाः पाति गोपा इति. किन्तु अस्मिन् श्लोके गोपाल इति अन्यत् पदमपि अस्ति. तस्य रूपं गां पालयति इति गोपाल. तत्र गोपा इत्यस्मिन् पदे पा धातोः रूपम् अस्ति. किन्तु गोपाल इत्यस्मिन् पदे पालयति इति रूपम् अस्ति. गवां पाति अथवा गवां पालकः गोपालः इति भवति. चूडामणिः इत्युक्ते शिरोभूषणं. शिरोभागे स्थितः मणिः शिरोभूषणं. गोपालचूडामणिः गोपस्त्रीपरिवेष्टितः इति अर्थः अस्ति. भगिनी, गोपालचूडामणिः इति गोपालश्रेष्ठः किल? गोपश्रेष्ठः अग्रगण्यः. अग्रगण्यः. उत्तमं. चूडामणिः वदतु. चूडा अर्थं अत्र चूडा इत्युक्ते शिरसः भागः इत्युक्ते फ्रंट पार्ट ऑफ द हेड, चूडामणिः इत्युक्ते शिरोरत्नम्। भगिनी रामायणे सीता हनुमन्तं तस्याः चूडामणिं ददाति किल रामस्य कृते। उत्तमम् उत्तमम्। अपि च अहम् एकं श्लोकं श्रुतवती, भवन्तः जानन्ति चेत् साधु एव, शिवानन्दलहर्याम् एकः श्लोकः अस्ति, कलाभ्यां चूडालङ्कृत शशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्याम् इति श्लोकः अस्ति। कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः फलाभ्यां भक्तेषु प्रकटितफलाभ्याम् इत्युक्ते तस्मिन् श्लोके बहूनि पदानि द्विवचनरूपाणि सन्ति, कलाभ्यां फलाभ्यां प्रकटितफलाभ्यां चूडालङ्कृतशशिकलाभ्यां। तत्र किमर्थं तथा द्विवचनरूपं दत्तमस्ति इति पश्यामश्चेत् तत्र शिवपार्वत्यौ उद्दिश्य शिवानन्दलहर्यां शङ्कराचार्येण उक्तमासीत्। श्लोके बहुषु पदेषु द्विवचनरूपं शिवपार्वत्यौ उद्दिश्य तत्र दत्तमस्ति। चूडा इत्युक्ते शिरसः पुरोभागः इत्युक्ते फ्रंट पार्ट ऑफ द हेड, चूडामणिः इत्युक्ते शिरोरत्नम्। चूडाकर्म करोति किल, चूडाकर्म, चूडाकर्म इति एकः संस्कारः अस्ति षोडशसंस्कारे, चूडाकर्म अपि अस्ति जनरली फॉर बॉय, इवन इन सम कम्युनिटीज गर्ल्स आल्सो गेट इट, चूडाकर्म, दे शेव ऑफ द हेड, दे ऑफर इट टू द गॉड, एनी फैमिली डीटी, शङ्कराचार्य कृते विवेकचूडामणि आल्सो एक पुस्तकम् अस्ति। आं भगिनि, किमर्थम् उक्तवती इत्युक्ते तस्मिन् श्लोके चूडालङ्कृतशशिकलाभ्याम् इति एकं पदमस्ति, चूडालङ्कृतशशिकलाभ्यां, तत्र चूडामणिः भवन्तः सर्वे जानन्ति एव, एतावता गोपस्त्रीपरिवेष्टितः गोपालचूडामणिः, अत्र कृष्णस्य प्रसङ्गे एतत् सर्वम् उक्तमस्ति। अपि च अस्मिन् श्लोके एकमेव क्रियापदं दत्तमस्ति, विजयते। विजयते इति पदस्य प्रसङ्गे अहं पूर्वं प्रेषितवती, जी धातुः परस्मैपदी धातुः, तस्य रूपं जयति, किन्तु वि पराभ्यां जेः इति सूत्रेण वि उपसर्गपूर्वकः जी धातुः, पर उपसर्गपूर्वकः जी धातुः आत्मनेपदित्वं स्वीकरोति इति वि पराभ्यां जेः सूत्रं वदति, तदर्थमेव रूपं विजयते। किन्तु जी धातोः साधारणलट्लकाररूपं जयति, अस्मिन् प्रसङ्गे अहं किञ्चित् प्रेषितवती पूर्वमेव, सत्यमेव जयते, सत्यमेव जयते इति वाक्यमस्ति, तत् वाक्यं छन्दसः वाक्यमस्ति इति कृत्वा साधारणव्याकरणनियमाः तत्र न उपयोगं कुर्वन्ति, छन्दसः वाक्यं भिन्नं, सत्यमेव जयते। यद्यपि जी धातुः परस्मैपदी धातुः, किन्तु तस्मिन् वाक्ये आत्मनेपदिरूपं लिखितमस्ति, लोके वक्तुमिच्छामश्चेत् श्रमयेव जयति भवति, न तु श्रमयेव जयते, किमर्थं चेत् श्रमयेव जयति इति लौकिकवाक्यम्, छन्दसः वाक्यं नास्ति इति कृत्वा श्रमयेव जयति किन्तु सत्यमेव जयते भवति। जी धातोः प्रसङ्गे वि पराभ्यां जेः सूत्रं कार्यं कृत्वा धातुः परस्मैपदी धातुः अस्ति चेदपि वि उपसर्गयोजनेन आत्मनेपदित्वं स्वीकरोति इति कृत्वा तत्र अस्मिन् श्लोके विजयते इति क्रियापदं दत्तमस्ति, गोपालचूडामणिः विजयते इति लघुवाक्यं श्लोके। अन्यानि पदानि वदतु भगिनि, सत्यमेव जयते इति वेदवाक्यम्, अतः आर्षवाक्यम् इति अपि वदामः, आर्षप्रयोगः और शिष्ट शिष्टप्रयोगः, whatever the elders say, sometimes that has to be followed, can't change तदेव आर्षवाक्यम् अथवा आर्षप्रयोगः. तत्र छन्दसः वाक्यमस्ति इति कृत्वा जयते, सत्यमेव जयते इति अस्ति. किन्तु यदा वयं वदामः जयति रूपमेव साधु, तदर्थमेव श्रमयेव जयति भवति. अत्र परिवेष्टित इति एकं पदमस्ति, परि उपसर्गपूर्वकः. तत्र वेष्ट इति एकः धातुः अस्ति, कुत्र इत्युक्ते भुवादिगणे अस्ति. वेष्टते, वेष्टेते, वेष्टन्ते आत्मनेपदिरूपाणि सन्ति. किन्तु धातुः सेट् धातुः इत्युक्ते इडागमः भवितुमर्हति इति कृत्वा अत्र क्तान्तरूपं वेष्टित इति क्तान्तरूपम् अस्ति. सेट् धातुः वेष्ट धातुः इति कृत्वा अत्र इडागमसहितं रूपं वेष्टित इति रूपम् अत्र दत्तमस्ति. परिवेष्टित, कृष्णः परिवेष्टितः काभिः? गोपस्त्रीभिः परिवेष्टितः सः इति अत्र विषयः. परिवेष्टितः क्तान्तरूपम् वेष्ट धातुः क्ताप्रत्ययः, धातुः सेट् अस्ति, इडागमः भवितुम् अर्हति. यथा पठ् पठित तथा एव अत्र इडागमः भूत्वा वेष्टित इति रूपं भवति. परिवेष्टितः इत्युक्ते आवृतः, वलयितः इति अर्थः अस्ति. परि उपसर्गस्य अर्थः तु आस्पास् अथवा चारों तरफ् इति. परि इत्युक्ते सरौण्डेड् बै इति अर्थः अस्ति. कथयति किल पुरुषः वेष्टिं धारयति, टु सरौण्ड् आर् टु कवर् इत्यस्मिन् अर्थे अस्ति. एतावता उत्तमः श्लोकः. भवन्तः सर्वे अत्र अन्ये विशिष्टविषयाः के इति एकवारं चिन्तयन्तु. समीचीनतया वयं चिन्तनं कृतवन्तः. अधुना विरमाम. सर्वेषां धन्यवादाः.